सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति तिङ्सिद्धिः, लकाराणां सिद्धिः, अपि च यदा तत्र लकारः इति वदामः चेत् वयं जानीमः तत्र लकारस्य स्थाने तिबादेशः भवति, सर्वदा तिबादेशः भवति इति तु नास्ति, परन्तु मुख्यतया लस्सि इत्यनेन तिबादेशः एव भवति। कुत्रचित् लकारस्य स्थाने कृतादेशः अपि भवति, यथा तत्र अस्ति लटः शत्रुशानचो, तत्र लकारस्य स्थाने ध्वनि श्रूयते वा? श्रूयते भगिनि। सो यदा वयं लटः शत्रुशानच् इति वदामः तत्र शत्रुशानच् इति तिप्रत्ययः तिङ्प्रत्ययः न, ते तु कृत्प्रत्ययः, अपि च लिटः कानजौ इति अपि सूत्रमस्ति। सो लिटः स्थाने तत्र कानच् इति प्रत्ययस्य आदेशः भवति। सो सर्वदा तत्र लकारस्य स्थाने तिबादेशः भवति इति तु नास्ति, कुत्रचित् लकारस्य स्थाने तत्र कृतादेशः अपि भवन्ति, परन्तु मुख्यतया तु लस्य इत्यनेन तिबादेशः एव भवति। सो यदा तत्र लकारसिद्धिः अस्ति तदा तत्र तिङ्सिद्धिः इति एव वदामः। वयं दृष्टवन्तः पूर्वस्मिन् वर्गे तत्र यदा तत्र येषां ये तिङ्प्रत्ययाः सन्ति प्रथमे तेषां कृते तत्र परस्मैपद् इति संज्ञा अस्ति, अनन्तरम् आत्मनेपदसंज्ञा, अनन्तरं ये परस्मैपद संज्ञा संज्ञप्रत्ययाः नो चेत् आत्मनेपदसंज्ञप्रत्ययाः तेषां कृते तत्र प्रथम पुरुष मध्यमपुरुष उत्तमपुरुष इति संज्ञा अपि अस्ति, अनन्तरं प्रत्येकस्य प्रत्ययस्य कृते तत्र वचनाधारीकृत्या अपि संज्ञा अस्ति, कस्यचित् प्रत्ययस्य कृते एकवचनसंज्ञा, द्विवचनसंज्ञा, बहुवचनसंज्ञा। सो तस्य विषये वयं तत्र दृष्टवन्तः, तत्र सूत्राणि सन्ति, एकमस्ति लः परस्मैपदं, तदनन्तरं तङ्गानाम् आत्मनेपदं, तदनन्तरं तत्र वयं दृष्टवन्तः ते यः तिङ्गस्त्रीणि त्रीणि प्रथम मध्यम उत्तमः, अनन्तरं तानि एकवचन द्विवचन बहुवचनानि एकशः। सो एतेषु सूत्रेषु तत्र तिङ्प्रत्ययस्य कृते या या संज्ञा व्याकरणे तत्र भवति एतेषु सूत्र आधारीकृत्य वयं ज्ञातुं शक्यते तिङ्प्रत्ययानां कृते का का संज्ञा अस्ति। अनन्तरं तत्र यः संज्ञा यदा तत्र महर्षिः कोऽपि नामकरणं करोति, संज्ञा तत्र ददाति, तस्य संज्ञायाः प्रयोजनं किं? सु संज्ञा आधारीकृत्य इत्युक्ते यदा तत्र प्रथमपुरुष इति संज्ञा, मध्यमपुरुष इति संज्ञा, अपि च उत्तमपुरुष इति संज्ञा, तत्र मध्यमपुरुषप्रत्ययानां तत्र विधिः कदा भवति, उत्तमपुरुषप्रत्ययानां यः येषां येषां प्रत्ययानाम् उत्तम इति उत्तम इति संज्ञा अस्ति तेषां प्रयोगः अस्माभिः कुत्र करणीयं, तस्य कृते तत्र विधिसूत्राणि सन्ति। अतः ये मध्यमसंज्ञप्रत्ययाः इत्युक्ते तिङ्गस्त्रीणि त्रीणि प्रथम मध्यम उत्तमः, अनेन सूत्रेण यस्य प्रत्ययस्य कृते मध्यम इति संज्ञा अस्ति तस्य प्रत्ययस्य प्रयोगः कुत्र अस्माभिः करणीयम्, तस्य विषये पूर्वस्मिन् वर्गे वयम् एतत् सूत्रं पठितवन्तः। युष्मदुपपदे समानाधिकरणे स्थानिनी अपि मध्यमः। सो मध्यमप्रत्यक् प्रत्ययसंज्ञप्रत्ययानां विधिः इत्युक्ते प्रयोगः कदा भवति इति अस्मिन् सूत्रे दत्तम्। सो अत्र अस्मिन् सूत्रे फलितार्थः अस्ति यदा तत्र तिङ्प्रत्ययस्य अपि च युष्मद् उपपदेन, यः युष्मद् उपपदमस्ति यदि युष्मद् उपपदद्वारा अपि च तिङ्प्रत्ययस्य मध्यम तिङ्प्रत्ययद्वारा समानपदार्थस्य निर्देशः भवति, अपि च समानपदस्य निर्देशः भवति तदा अस्माभिः धातोः अनन्तरं मध्यमसंज्ञकप्रत्ययः योजनीयम्। सः युष्मद् उपपदं वाक्ये अस्ति वा नास्ति, परन्तु विवक्षा अस्ति वाक्ये, सः साक्षात् तत्र वयं वदामः वा न वदामः, परन्तु विवक्षा तादृशविवक्षा अस्ति। सो तत्र मध्यमसंज्ञकप्रत्ययानां धातोः अनन्तरं केवलं मध्यमसंज्ञकप्रत्ययानाम् एव तत्र प्रयोगः भवति इति एतत् सूत्रं वदति। सो युष्मदुपपद युष्मदयः शब्दस्य तत्र सुप्रत्ययः योजयामः चेत् तत्र एकविंशति, इत्युक्ते तत्र एकविंशति तस्य रूपाणि सम्भवन्ति। परन्तु एकं तत्र सूत्रम् अस्ति, इत्युक्ते वेन् वि रीड् द कारकप्रकरणं, कारकप्रकरणे तत्र षट् कारकाः सन्ति, कारकस्य निर्देशः व्याकरणशास्त्रे प्रत्ययद्वारा भवति, प्रत्यय एव कारकस्य निर्देशः करोति। सो ये षट् कारकाः सन्ति, कारकानां निर्देशस्य कृते तत्र के के प्रत्ययाः व्याकरणशास्त्रे सूत्राधारेण पश्यामः चेत् तिङ्प्रत्ययद्वारा अपि कारकस्य निर्देशः भवति, तथैव तदित् प्रत्ययद्वारा कृत् प्रत्ययद्वारा अपि कारकस्य निर्देशः भवति, तदित् प्रत्ययाधारीकृते अपि कारकस्य कस्यचित् कारकस्य, इत्युक्ते तत्र कर्तृकारक अस्ति, कर्मकारक अस्ति, सम्प्रदान अस्ति, अधिकरणम् अस्ति, अपादान अस्ति, करणकारक अस्ति, एते षट् कारकानां निर्देशः प्रत्ययद्वारा भवति। सो केषां केषां प्रत्ययद्वारा कारकानां निर्देशः भवति इति वदामः चेत् लकारप्रत्ययद्वारा, इत्युक्ते तत्र तिङ्प्रत्ययद्वारा लकार इति वदामः चेत् तिङ् एव, सो लकारप्रत्ययद्वारा अपि कारकस्य निर्देशः भवति, अनन्तरं तदित् प्रत्ययद्वारा अपि लकारस्य कारकस्य निर्देशः भवति, तथैव कृत् प्रत्ययद्वारा अपि कृत् प्रत्ययेन अपि कारकस्य निर्देशः भवति। सिमिलर्लि यः समासद्वारा अपि कारकस्य निर्देशः भवति, अपि च केचन निपातशब्दाः सन्ति, निपातद्वारा अपि कुत्रचित् कारकस्य निर्देशः भवति। परन्तु मुख्यतया लोके वयं किं वदामः, सुप् प्रत्ययद्वारा नो चेत् तिङ् प्रत्ययद्वारा कारकस्य निर्देशः भवति। सो तिङ् प्रत्ययद्वारा यदा कारकस्य निर्देशः भवति तस्य कृते सूत्रम् अस्ति लः कर्मणि च भावे च अकर्मकेभ्यः इति सूत्रम् अस्ति। लः इत्यनेन लकारः, सर्वे दश लकाराः। सो यः धातोः अनन्तरम् एव लकारस्य विधिः अस्ति। सो यः लकारः अस्ति, लकारः यदि धातोः सकर्मक अस्ति चेत् तत्र धातुः कर्ता इत्यस्य तत्र तिङ्प्रत्ययेन द्वारा तत्र कर्ता इत्यस्य बोधः जायते, अपि च कर्मपदस्य बोधः अपि जायते। परन्तु यदि धातुः अकर्मक अस्ति, सकर्मक नास्ति अकर्मक अस्ति, तत्र वयं तत्र सः तिङ्प्रत्यय तादृशधातुः अनन्तरं यदा वयं तिङ्प्रत्यय योजयामः तदा सः केवलम् ऐदर् कर्ता इत्यस्य बोधः तेन भवति, नो चेत् भाव् इत्युक्ते क्रियायाः, भाव् तु कोऽपि कर्ता कारक नास्ति, परन्तु कर्ता इति कारक अस्ति, कर्म इति कारक अस्ति, कर्मकारक अस्ति, कर्तृकारक अस्ति। सो अनेन सूत्रेण ये लकाराः सन्ति, लकारस्य लस्य इत्यनेन ये तिबादयाः सन्ति, तिबादयः अपि कस्य कस्य कारकस्य निर्देशः करोति, इत्युक्ते कर्तृकारकस्य निर्देशः अनेन सूत्रेण भवति, अपि च कर्मकारकस्य, अन्येषां कारकानां निर्देशः तिङ्प्रत्ययद्वारा न भवति। भाव् तु कारक नास्ति, भाव् इत्युक्ते क्रिया एव। सो प्रथमे तत्र प्रश्नः आयाति, कारकः इत्युक्ते किं, कोऽपि जानाति वा कारकः इत्युक्ते किम्? क्रियान्वयीकारकम् इति तु क्रियायाः। सो परन्तु तत्र कारकस्य विषये तत्र क्रिया अन्वयीकारकम् अपि च क्रियाजनकत्वं कारकम्. सो देर् इस् अ लाट् आफ़् डिस्कशन् अबौट् दीस् टू डेफिनिशन्स्. ये नवनैयायिकाः सन्ति ते क्रिया अन्वयीकारकम् इति डेफिनिशन् ते न मन्यन्ते. परन्तु सो वयं किं वदामः, क्रियाजनकत्वं कारकम्. सो कारक इस् देट् विच् हेल्प्स् इन् द फुल्फिल्मेण्ट् आफ् द एक्षन्. सो क्रिया यदा वयं तत्र एकं तत्र प्रसिद्ध उदाहरणमस्ति, देवदत्तः पचति. सो देवदत्तः ओदनं पचति, देवदत्तः अग्निना ओदनं पचति, देवदत्तः तण्डुलात् अग्निना ओदनं पचति, देवदत्तः महासने, महासन इत्युक्ते इन् द किचन्, महासने तण्डुलात् देन् दिस् अग्निना ओदनं पचति. सो देवदत्तः अस्ति, यद् सः किम् इष्टं पचनक्रिया कर्तुं सः इच्छति. परन्तु यदि ओदनं नास्ति चेत्, इत्युक्ते तण्डुल् नास्ति चेत् हौ केन् ही कुक्? अग्नि नास्ति चेत् ही केन् नाट् पर्फार्म् द एक्षन् आफ् कुकिङ्ग्. सिमिलर्लि यदि कोऽपि स्थानं नास्ति यत्र क्रिया भवति, सो तत्र एते सर्वे पदार्थाः, एते सर्वे देवदत्तः अपि पदार्थः, ओदनमपि पदार्थः, अग्नि अपि पदार्थः, तथैव तण्डुल् अपि च महासन्, एते सर्वे पदार्थाः. सो पूर्वे तेषां तत्र मतः अस्ति, देवदत्ते देवदत्तः यः अस्ति सः कर्तृ भवति, ओदनं तत्र कर्म, तस्य कर्म कारक अस्ति, अग्नि तत्र करन् इति कारक अस्ति, सिमिलर्लि महासन् इति तत्र अधिकरणकारक अस्ति. परन्तु देन् द तत्र प्रश्नः अस्ति, यदि देवदत्तः कर्ता अस्ति, सो सः सर्वदा पाचनक्रिया करोति वा? कदाचित् देवदत्तः कर्मकारकस्य अपि तेन अबोधः जायते. सो पदार्थः यः अस्ति, पदार्थेन कारकस्य बोधः न जायते. तस्मिन् समये देवदत्ते तत्र कर्तृशक्ति आयाति. सो कारक इन् द व्याकरणशास्त्रे एक्चुलि द कारक प्रकरणं तत्र केचन सूत्राणि सन्ति, तेषाम् अध्ययनं कुर्मः चेदेव वयं तत्र सम्यक्तया अवगन्तुं शक्यते. परन्तु स्थूलरीत्या वदामः चेत् कारक इस् नाट् ईक्वल् टु पदार्थः, कारक इस् ईक्वल् टु शक्ति. सो पदार्थे तस्मिन् समये तादृशशक्ति आयाति, तेन एव सः तादृश तत्र तेन कारणेन तादृशबोधः जायते. सो यदा वयं वदामः क्रियाजनकत्वं कारकं, सो क्रियायाः विषये यस्य यस्य पदार्थस्य आवश्यकता अस्ति, अपि च तस्मिन् पदार्थे तस्मिन् समये तादृशकारकशक्ति आयाति, तस्य शक्ति यः अस्ति, दट् पावर् यः अस्ति, तस्य नाम एव कारकः, न तु पदार्थः. सो देवदत्तः वदामः चेत् देवदत्त इस् नाट् ईक्वल् टु कारक. देवदत्ते तस्मिन् समये यः पाचनक्रियायाः पाचनशक्ति आयाति, तस्य नाम एव कर्तृकारक. सो अपि च तत्र एकम् अन्यत् अस्ति, सुप् प्रत्ययेन अपि प्रायशः वयं जानीमः, सुप् प्रत्ययेन एव कारकस्य सर्वेषां कारकाणां बोधः सुप् प्रत्ययेन एव भवति. परन्तु सुप् ये सुप् प्रत्ययानां विधिः अस्ति, सुप् प्रत्यय तेषां ते सर्वे अन् अभिहिते इति अधिकारे आयान्ति. अत्र अष्टाध्यायी डाट् काम् देर् वास् सम् प्रश्न फ्रोम् ऐ थिङ्क् के वि महोदय तत् पृच्छ तत् अन् अभिहिते. सो यः युष्मद् उपपदे समान अधिकरणे इति यः सूत्रम् अस्ति, तस्य फलितार्थः कः इति तु वयं जानीमः. इदानीं वयं तत्र दृष्टवन्तः, यदा एव यदा तत्र अन् अभिहिते 3 2.3.1 3 सो ये यः कारकप्रकरणम् अस्ति यत्र सुप्रत्ययानां तत्र विधिः अस्ति इत्युक्ते तत्र विभक्तिप्रत्ययानां कर्मणि द्वितीया एतेषाम् अत्र विभक्ति प्रकरणस्य तत्र आरम्भः भवति. विभक्ति इत्युक्ते अस्माभिः विभक्ति इत्युक्ते न केवलं सुप्रत्ययः तिङ्प्रत्ययः अपि सन्ति विभक्तिप्रत्ययाः, परन्तु यदा तत्र कारकस्य विषयः आयाति तत्र प्रायशः सुप्रत्यया एव विभक्ति इति तत्र प्रकरणे तत्र तेषां प्रयोगः दत्तम्. सो एते द्वितीया विभक्ति, प्रथमा विभक्ति, द्वितीया विभक्ति, एते सर्वे सूत्राणि अन् अभिहिते इति एतत् अधिकारसूत्रमस्ति. इत्युक्ते अत्र नञ् तत्पुरुषसमासः अस्ति. अभिहिते इत्युक्ते निर्दिष्टः, अभिहितः इत्युक्ते अभिहित इति निर्दिष्टः. सो पूर्वे यत् निर्दिष्टम्, अन् अभिहिते इत्युक्ते पूर्वे न निर्दिष्टः. सो पूर्वे यस्य कारकस्य विषये पूर्वे न निर्दिष्टम् अस्ति तस्य विषये अत्र दत्तम्, अस्मिन् प्रकरणे दत्तम् इति अन् अभिहिते इति सूत्रस्य अधिकारः अत्र अस्ति. सो पूर्वे तत्र किं लिखितं, दिस् लः कर्मणि च भावे च, एकनिमिषः, लः इति तत्र लकारद्वारा सो लः कर्मणि च भावे च अकर्मकेभ्यः इति सूत्रेण लः इत्यस्य निर्देशः अस्ति. इत्युक्ते यः एते सर्वे इत्युक्ते अत्र धातोः इत्याधिकारः आवश्यकं, किमर्थं चेत् अत्र अपि च प्रत्ययः परश्च इति अधिकारः आवश्यकम्, अतः एतत् सूत्रं तृतीयाध्याये दत्तम्. सो अनेन सूत्रेण एव लकारा, ये लकाराः सन्ति इत्युक्ते लकारस्य स्थाने ये तिबादयः सन्ति, तिबादयस्य तत्र कारकनिर्देशः कस्य कस्य कारकस्य तिबादयेन तत्र तिप्रत्ययेन कस्य कस्य कारकस्य निर्देशः भवति इति अस्मिन् सूत्रे दत्तम्. सो तिप् प्रत्यय, यदा वयं पचति, पठति, लिखति इति वदामः चेत् तत्र तिप् प्रत्ययेन तत्र न केवलं सङ्ख्या इत्यस्य बोधः जायते अपि च पुरुषस्य बोधः जायते, तत्र कर्तरि इति कर्ता इत्यस्य बोधः अपि भवति. सो कर्ता इत्यस्य बोधः क्रिया तिङ् प्रत्ययेन एव तत्र कृतमस्ति. अपि च यदा वयं वदामः पठ्यते, लिख्यते, तत्र पठ्यते यः यक् प्रत्ययः अपि च ते प्रत्ययः अस्ति, तत्र तेन क्रियापदेन न केवलं तत्र पुरुषस्य बोधः भवति, परन्तु पठ्यते इत्यनेन कारकस्य अपि बोधः भवति. पठ्यते, लिख्यते इत्यनेन तत्र कस्य कारकस्य बोधः भवति, कर्मकारकस्य. सो तिङ् प्रत्ययस्य आधारीकृत्य तत्र कस्य कस्य कारकस्य बोधः जायते इत्युक्ते कर्तृकारकस्य बोधः भवति अपि च कर्मकारकस्य बोधः भवति. अन्येषां कारकाणां बोधः तिङ् प्रत्ययेन न भवति इति तत्र लकारविषये मुख्यम् अस्ति. लः कर्मणि च भावे च अकर्मकेभ्यः. इदानीं तत्र यः तत्र युष्मदुपपदी इति सूत्रं पश्यामः, तत्र किं लिखितं युष्मद्, अत्र लिखितं यदा तत्र एक उदाहरणम् अस्ति इत्युक्ते युष्मदुपपदः यः अस्ति तस्य अपि च मध्य इत्युक्ते लकारस्य इतिबादयस्य यदि तदा तत्र समानपदार्थस्य निर्देशः क्रियते तदा किं भवति, तदा एव मध्यम, अस्माभिः मध्यम इति प्रत्ययः योजनीयं. कस्य अनन्तरम् एते तिप्रत्ययः एते लकारस्य स्थाने आदिष्टः, अतः लकारः धातोः अनन्तरम् एव विधीयन्ते, अतः धातोः अनन्तरं मध्यम संज्ञक प्रत्ययः अस्माभिः तदा एव योजनीयं यदा विवक्षा युष्मत्पदस्य अस्ति, अपि च तत्र एकविंशति युष्मद् उपपदा सन्ति, परन्तु यदा तत्र लकारेण यः पदार्थस्य निर्देश यस्य कारकस्य निर्देशः अस्ति तस्य कारकस्य एव युष्मत्पदेन अपि निर्देशः अस्ति चेदेव तत्र मध्यमसंज्ञक प्रत्ययः योजनीयम्। सो तत्र उदाहरणानि वयं दृष्टवन्तः, त्वं पश्यसि इति अस्मिन् सूत्रे त्वम् इति युष्मदुपपदम् अस्ति, त्वम् इति यः प्रथमाविभक्ति सुप् प्रत्ययः इत्युक्ते युष्मद्योग सुप् प्रत्ययः अस्ति प्रथमाविभक्ति, अपि च एकवचन सुप् प्रत्ययः अस्ति, तेन सुप् प्रत्ययेन तु तत्र विभक्ति अपि अस्ति, तत्र तस्मिन् समये त्वम् इति यः पदार्थः अस्ति तस्मिन् इत्युक्ते तत्र कर्तृत्वं तु अस्ति, कर्तृत्वम् अस्ति, कर्ता इत्युक्ते क्रियायाः विषये यः प्रधानसाधनम् अस्ति तदेव कर्ता, कर्ता इस् ओदन् इस् आल्सो क्रियासम्बन्धि तत्र कारक अस्ति, अग्नि इस् आल्सो क्रियासम्बन्धिकारक, महासन् इस् आल्सो क्रियासम्बन्धिकारक, परन्तु प्रधानकारक किम् अस्ति, तदस्ति कर्ता। सो कर्ता इस् द प्रधान साधन, कर्ता नास्ति चेत् तत्र क्रिया न भवति। सो कर्ता इत्युक्ते प्रधानसाधनं, यः मुख्यसाधनम् अस्ति क्रियायाः निष्पत्यर्थं, यः मुख्यसाधनं तदस्ति कर्ता। सो अस्मिन् समये त्वम् इति यः युष्मशब्दः तस्मिन् कर्तृत्वं तु अस्ति, परन्तु अत्र अस्मिन् वाक्ये यः कारकस्य यः निर्देशः सः त्वम् इति शब्देन न भवति, कारकस्य निर्देशः कर्ताकारकस्य निर्देशः तु पश्यसि इत्यनेन भवति, बिकास् अन् अभिहिते इत्युक्ते पूर्वे यत् न उक्तं तदा एव अन् अभिहिते इति अधिकारे तत्र विभक्तीनां विधानम् अस्ति, विभक्तिप्रकरणम् अस्ति। सो इत्युक्ते वी से देट् एकवारं यत् उक्तं देर् इस् अ सेयिङ्ग् देट् उक्तार्थानाम् अप्रयोगः, वेन् एवर् संथिङ्ग् हेज़् बीन् सेड् वी डोण्ट् से इट् अगेन् अण्ड् अगेन्, उक्तानाम् उक्तार्थानाम् अप्रयोगः, पुनः तस्य प्रयोगः न करणीयम्। सो यदा वयं पश्यसि वदामः, पश्यसि इत्यनेन एव कारकस्य बोधः जायते, कर्तृकारकस्य बोधः जायते, इत्युक्ते अत्र यः सिप् प्रत्ययः अस्ति, सिप् इति तिङ् प्रत्ययः, तेन एव कर्तृकारकस्य बोधः जायते, इत्युक्ते अत्र पश्यसि इत्यनेन कर्तृकारकस्य बोधः जायते, अतः पुनः वयं वदामः त्वम् इति शब्देन अपि कर्तृकारकस्य बोधः जायते इति तत्र नास्ति। सो अन् इत्युक्ते उक्तार्थानाम् अप्रयोगः, एकवारं कर्तृकारकस्य निर्देशः पश्यसि इत्यनेन भवति चेत् त्वम् इत्यनेन तत्र कारकस्य निर्देशः नास्ति, तदेव अत्र लिखितं। यद्यपि अत्र त्वम् इत्यनेन कर्तृकारकस्य निर्देशः न भवति, परन्तु कर्तृसंज्ञकपदार्थः तस्य निर्देशः तु अवश्य एव भवति। इत्युक्ते प्रथमाविभक्ति यः अस्ति तस्य कर्त्रा संज्ञा तु अस्ति, तस्य कृते कर्तृसंज्ञा अस्ति, परन्तु कर्तृकारकस्य बोधः तु पश्यसि इत्यनेन भवति। सो कारकस्य अत्र यः कारकस्य बोधः तु पश्यसि इत्यनेन जायते, किमर्थं चेत् विभक्तीनां तु विभक्ति सर्वे प्रथमाविभक्ति द्वितीया विभक्ति ते सर्वे तु अन् अभिहिते इति अधिकारे आयान्ति। सो यदि एकवारं कस्यचित् पदेन तत्र उक्तम् अस्ति, निर्देशः कृतम् अस्ति, पुनः तत्र द्वितीयपदार्थेन तस्य एव पदार्थस्य निर्देशः करणीयम् इति तत्र शास्त्रे तादृशचिन्तनं नास्ति। सो उक्तार्थानाम् अप्रयोगः, अत्र तु कर्तृकारकस्य निर्देशः पश्यसि इत्यनेन भवति, न तु त्वम् इत्यनेन, परन्तु त्वं शब्दे तत्र कर्तृसंज्ञा अस्ति, सः एव अस्य क्रियायाः पश्य दृश्यक्रियायाः कर्ता तु त्वमेव अस्ति इति तत्र लिखितम्, अत् इति एतस्य अर्थः। सो एतस्य विषये पुनः इति तत्र किञ्चित् पठितुम् इच्छामि चेत् तत्र अस्मिन् एव अस्ति. सो तत्र एकं, परन्तु तत्तु हिन्दीमाध्यमे तत्र तानि दिस् वीडियो दिस् सन्ति, द वीडियोस् आर् इन् हिन्दी भाषा. इफ् यु वाण्ट् टु रीड् मोर् अबौट् द कारक् प्रकरणम् ऐ विल् सेण्ड् द लिङ्क् यु केन् जस्ट् सी दे दीस् वीडियोस् आर् अबौट् द मध्ये अपि अस्ति संस्कृतमध्ये नीलेश् कारकप्रकरणम् अस्ति तत्र विभक्तिप्रकरणं तस्य विषये अपि अस्ति. सो यदि वयं तत्र तस्य विषये पुनः चिन्तनं कर्तुम् इच्छामः चेत् वी केन् गो थ्रू दोस् वीडियोस्. सो अत्र यः लिखितं, सो एकवारं कस्यचित् पदार्थेन कर्तृकारकस्य निर्देशः कृतम् अस्ति चेत् पुनः द्वितीयपदार्थेन तत्र कोऽपि आवश्यकता नास्ति, इत्युक्ते उक्तार्थानाम् अप्रयोगः अन अभिहिते, बिकास् दीस् सुप्रत्या दे आर् दे हाव् बीन् सुप्रत्या आर् विभक्तिप्रत्ययः, विभक्ति आल् द विभक्तिप्रत्ययस् कम् अण्डर् द अन अभिहिते. अन अभिहिते इत्युक्ते एकवारं यस्य निर्देशः कृतम् अस्ति, यदि कस्यचित् यदा तत्र लकाराधारीकृत्य तत्र करणकारकस्य निर्देशः नास्ति, अधिकरण् इति कारकस्य निर्देशः तिप् तिङ् प्रत्ययेन न भवति, परन्तु सो यः पूर्वेण उक्तं तस्य एव विभक्ति आधारेण तत्र तस्य निर्देशः पुनः कृतम् अस्ति. सो सर्वेषां कारकाणां निर्देशः पुनः विभक्तिप्रत्यय आधारीकृत्य अपि भवति, परन्तु यथा तत्र वयं वदामः कृत् प्रत्ययेन अपि कारकस्य निर्देशः भवति. सो वेन् वि से तत्र नवुल् प्रत्ययः, सो नवुल् प्रत्ययः विषये पाच्योग नवुल् कुर्मः चेत् पाचकः. सो पाचकः इति पदार्थेन कस्य बोधः जायते? सो नवुल् प्रत्ययः कृत् प्रत्ययः, कृत् प्रत्ययस्य योजनेन तत्र किं भवति? कृत् प्रत्ययस्य योजनेन तत्र कर्तु इत्यस्य बोधः एव भवति. पाचकः इत्युक्ते यः पचनक्रिया करोति सः एव पाचकः. सो नवुल् प्रत्ययद्वारा अपि कारकस्य बोधः जायते. कस्य कारकस्य बोधः? कर्तृकारकस्य बोधः. सो इत्युक्ते तत्र सूत्रमस्ति कर्तरि कृत् अस्माभिः पठितं. सो सामान्यतया सर्वे कृत् प्रत्ययाः कर्तृकारकस्य तेन बोधः भवति, परन्तु अनन्तरं तत्र अपवादसूत्राणि अपि सन्ति, यथा तत्र अनियर् प्रत्ययः. अनियर् प्रत्ययः योजयामः चेत् तत्र कर्तृ इत्यस्य बोधः न भवति, तत्र तु कर्मपदस्य कर्मकारकस्य बोधः भवति. सो वेन् वि से कर्म, कर्ता, करन्, आल् दीस् आर् कारकास्. सो कारक इत्युक्ते हि हेस् गिवन् ए वेरि गुड् एक्साम्पल् देट् लोके वयं किं वदामः, यः शक्तिः अस्ति अपि च यः शक्तिमान् अस्ति, तत्र कोऽपि अभेदः अस्ति. शक्तिमान् इत्युक्ते शक्ति अस्य अस्ति, अस्मिन् अस्ति, सः शक्तिमान्. सो फार् अस् फार् इन् द लौकिक व्यवहारे तत्र किम् अस्ति, यः शक्तिमान् अस्ति तस्मिन् शक्तिः अस्ति. सो वी कन्सिडर् देट् अभेदः, शक्ति अपि च शक्तिमान्, तत्र तयोः मध्ये कोऽपि भेदः नास्ति फार् अस्, बट् देयर् सूक्ष्मभेदः अस्ति. शक्ति इस् सम् अदर् पावर्, शक्तिमान् इस् द पदार्थः यस्मिन् तादृश शक्तिः अस्ति. सिमिलर्ली वेन् ऐ से देवदत्तः पचति, देवदत्तः सर्वदा पचनक्रिया न करोति, यदा तत्र पचति इति आयाति, यदा तत्र क्रिया आयाति तदा एव तस्मिन् समये यः देवदत्तपदार्थः अस्ति, पुल्लिङ्ग् शब्दः अस्ति देवदत्तः, तस्मिन् समये तस्मिन् पदार्थे कर्तृत्वम् आयाति, कर्तृशक्तिः आयाति. बट् सो वी से देवदत्त इस् कर्ता, बेसिक्लि कर्ता इस् द शक्ति, शक्ति अपि च शक्तिमान्. सो देट् इस् वै दिस् सेण्टेन्स् हेस् बिन् रिटन् ओवर् हियर्. सो टु अण्डर्स्टाण्ड् दिस् सेण्टेन्स् वी शुड् नो वाट् इस् कारक्, देट् इस् वै इट् हेस् बिन् गिवन् इन् बोल्ड्. सो कारक इस् नाट् द पदार्थ, पदार्थ इस् इक्वल् टु कारक तथा नास्ति, कारक इस् अ शक्ति. कस्यचित् समये देवदत्त विल् बि देवदत्त विल् बि सम्प्रदानकारक, देवदत्ते तस्मिन् समये कुत्रचित् सः सम्प्रदान तस्मिन् सम्प्रदान इति शक्तिः आयाति, कुत्रचित् तस्मिन् कर्म कारक आयाति. सो सर्वदा देवदत्तः कर्ता एव अस्ति इति तु नास्ति. सो देट् इस् वै पदार्थः अपि च शक्ति तयोः मध्ये किञ्चित् सूक्ष्मभेदः अस्ति. सर्वदा सः तादृशकार्यमेव करोति इति तु नास्ति. अतः इति अत्र लिखितं कर्तृकारकस्य निर्देशः न भवति. किमर्थं चेत् अस्मिन् वाक्ये तु पश्यसि इत्यनेन एव कर्तृकारकस्य निर्देशः, न तु त्वम् इत्यनेन. परन्तु त्वम् इति शब्दे कर्तृसंज्ञा अस्ति, अतः द्वयोः समान अधिकरणीयम् अस्ति. यदा वयं तत्र वदामः अत्र एकं मया तत्र अस्ति सः सः त्वां त्वां पश्यति, त्वाम् इत्यपि युष्मदुपपदमस्ति. परन्तु अत्र त्वाम् अपि च पश्यति द्वयोः तिङ् प्रत्ययस्य अपि च युष्मदुपपदस्य समान अधिकरणीयं नास्ति. पश्यति इत्यनेन अत्र तु कर्तृ इत्यस्य तिप् प्रत्ययेन कर्तृ इत्यस्य बोधः भवति, परन्तु त्वाम् इत्यनेन तु कर्मपदस्य बोधः जायते, कर्मकारकस्य बोधः जायते. अतः द्वयोः अत्र समान अधिकरणीयं नास्ति. अतः अत्र एतत् बृहत् सूत्रमस्ति. प्रत्येकस्य पदस्य तत्र कारणमस्ति, इत्युक्ते तत्र तस्य प्रयोजनम् अस्ति. सो युष्मद् उपपदं तत्र भवेत् इत्युक्ते स्था प्रेसेण्ट् अस्ति वा नास्ति, परन्तु विवक्षा अस्ति, अपि च तस्य युष्मद् उपपदस्य समान अधिकरणीयं भवेत्. कस्य कृत् कस्य सह समान अधिकरणीयं भवेत्? मध्यमः. मध्यमः इत्युक्ते मध्यम् इति संज्ञा तु तिङ् प्रत्ययस्य एव, उत्तम इति संज्ञा तिङ् प्रत्ययस्य एव, प्रथम इति संज्ञा तु तिङ् प्रत्ययस्य एव. सो केवलं मध्यम इति वदामः चेत् इदानीं वयं जानीमः मध्यम तु तिङ् प्रत्ययानां संज्ञा अस्ति. षट् तिङ् प्रत्ययानां मध्यम इति संज्ञा, अतः तेषां विषयः अत्र उल्लिखितः अस्ति. सो मध्यम ये तिङ् प्रत्ययाः मध्यमसंज्ञकप्रत्ययाः, तस्य अपि च युष्मदुपपदस्य यदा तत्र समान अधिकरणीयम् अस्ति, तदा एव वयं तत्र धातोः अनन्तरम् एते षट् मध्यमसंज्ञकप्रत्ययाः विवक्षानुसारेण योजयामः. परन्तु स्थानिनी अपि इति लिखितम् अस्ति चेत्, इत्युक्ते वाक्ये तस्य युष्मदुपपदस्य प्रयोगः अस्ति वा नास्ति तद् इम्पार्टेण्ट् नास्ति, परन्तु तादृश यः वक्ता अस्ति तस्य विवक्षा तादृशम् अस्ति चेत् तत्र मध्यमसंज्ञकप्रत्ययानां प्रयोगः अस्माभिः करणीयम् इति अत्र एतानि उदाहरणानि दत्तानि. अपि च अत्र अस्य विषये किं, सो लकारद्वारा तिङ् प्रत्ययद्वारा षट् तिङ् प्रत्ययद्वारा केवलं तत्र समानाधिकरणीयम् इत्युक्ते युष्मदुपपदेन तु षट् कारकाणां तत्र इत्युक्ते निर्देशः भवति, परन्तु यः मध्यम तिङ् प्रत्ययः तेन तु केवलं कर्तृकारकस्य बोधः अपि च कर्मकारकस्य बोधः. देट् इस् वै वेन् अत्र किम् एकतन्यतुसारणमपि अस्ति न, आम् मया युवां दृश्येथे. सो दृश्येथे इति यः अस्ति अत्र, यः एथे इति यः प्रत्ययः, सः तिङ् प्रत्ययः, मध्यमसंज्ञकप्रत्ययः, मध्यम इति प्रत्ययः अस्ति. अनेन कस्य बोधः? अनेन कर्तृ इत्यस्य निर्देशः नास्ति, अनेन तिङ् प्रत्ययेन तु कर्मपदस्य बोधः अस्ति. अतः युवाम् अपि च दृश्येथे इति द्वयोः समान अधिकरणीयम् अस्ति. सो युष्म अत्र युष्मदुप युवाम् इति यः अस्ति सः इत्युक्ते सः कर्तृ इत्यस्य बोधः न करोति, सः तु कर्मपदम् अस्ति. बेसिक्लि मया इति यः अत्र अस्ति सः एव कर्ता अस्ति अत्र मया दृश्येते सो दर्शनक्रियायाः मेन् कर्ता तु मया अस्ति परन्तु अत्र दृश्येते इति यः अस्ति सः तादृशप्रयोगः तु कर्मिणिप्रयोगः अस्ति कर्मिणिप्रयोगे यः कर्मपदम् अस्ति तस्य प्रथमाविभक्ति भवति तद् भिन्नविषयः परन्तु युवाम् इत्यनेन कर्मपदम् अस्ति कर्मकारक अस्ति दृश्यते इत्यपि कर्मकारकस्य एव निर्देशः न तु कर्ता इत्यस्य निर्देशः अतः द्वयोः अत्र समान अधिकरणीयम् अस्ति अतः एथे इति थ इति प्रत्ययः मध्यमसंज्ञक थ प्रत्ययः अस्ति अतः इति तत्र तादृश सो बेसिकलि वाट् इस् तत्र निष्कर्षः कः ये मध्यमसंज्ञक प्रत्ययाः तम् आधारीकृत्य सः तं प्रत्यय आधारीकृत्य तु केवलं कर्तृ इत्यस्य बोधः भवितुं शक्नोति नो चेत् कर्म इत्यस्य कारकस्य बोधः भवितुं शक्नोति परन्तु यः प्रातिपदिकम् अस्ति प्रातिपदिकात् वयम् एकविंशति सूप् योजयामः चेत् तत्र षट् कारकाणां तत्र बोधः भवितुं शक्नोति परन्तु अत्र समान अधिकरणीयम् इति लिखितम् अस्ति चेत् द्वयोः मध्ये समान अधिकरणीयं भवेत् सो समान अधिकरणीयं तु कदा भवितुं शक्नोति यदा तत्र युष्मद् इति पदेन कर्ता निर्दिष्टः अस्ति नो चेत् कर्म निर्दिष्टः अस्ति तदा एव तत्र द्वयोः समान अधिकरणीयं भवितुं शक्नोति अन्यथा न भवितुं शक्नोति बिकास् तिङ् प्रत्ययः तु लः कर्मणि च भावे च अकर्मकेभ्यः इति सूत्रेण लकारेण तु केवलं कर्मपदस्य कर्मकारकस्य अपि च कर्तृकारकस्य एव निर्देशः व्याकरणे दत्तम् अस्ति सो देट् इस् वै वी आर् डिस्कसिङ्ग् ओन्ली टु कारकास् इन् दिस् पर्टिक्युलर् सूत्र बिकास् द्वयोः मध्ये तत्र समानाधिकरणीयं भवेत् एण्ड् दिस् केन् बि यूस्ड् ओन्ली फार् कर्तृकारक एण्ड् फार् कर्मकारक अन्ये ये त्रीणि कारकाः सन्ति तस्य विषये तु तिङ् प्रत्ययस्य प्रयोगः न भवितुं शक्नोति देट् इस् वै ओन्ली टु थिङ्ग्स् आर् डिस्कस्ड् कर्मकारक एण्ड् कर्तृकारक अवगतं वा ऐ नो इट्स् स्लैट्लि डिफिकल्ट् बट् now I think there should be some clarity. Sarvahi avgatam va etasya sutra se vishaye. Amachari. K.V. Mahodaya. There are some video series about the Nilesh Bodas. He has given some Karak Prakaranam. You can see in this website only. So there... you will basically understand what is the bhed between karak and padartha tatra karak iti kim asti apicha padarthah yah asti padartha is a dravyam tikte loke tatra yatha agni is a padarth this odan is a padarth tandul is a padarth devdat is a padarth but karak is shakti so if you listen to those videos maybe you will understand this vakyam in a good way so yushmad upade saman adhikarne sthanini api madhyamah iti sutrena atra kechan condition dattani shi atra atra kramah api avashyakam sutra nam kimartham maharishi prathame madhyam iti pratyanam vishaye tatra vadati itikte 14105 is about madhyam संज्ञक प्रत्ययः तिङ्षु ये मध्यम संज्ञक प्रत्ययः प्रथमे तस्य विषये उक्तं 106 इति सूत्रे वदति सेकेण्ड् सूत्रं नास्ति वा 107 अस्ति अस्मद् उत्तमः अस्मदि उत्तमः इति सूत्रम् अस्ति सो अनन्तरं 107 सूत्रे सः उत्तम संज्ञक प्रत्ययानां प्रयोगः प्रयोजनम् इत्युक्ते तस्य विधिः कुत्र करणीयम् इति तस्य विषये उक्तं प्रथमे मध्यमसंज्ञकप्रत्ययानाम् अनन्तरम् उत्तमसंज्ञकप्रत्ययानाम् अनन्तरं तत्र सः वदति लाघवार्थं शेषे प्रथमा. सो अत्र क्रमः अपि आवश्यकम् इत्युक्ते ऐ डोण्ट् नो हू आस्क् दिस्. सो लेट् अस् फस्ट् सी दिस् अस्मदुत्तमः. अत्र समान अस्ति पूर्वसूत्रात्, अत्र उपपदे समान अधिकरणे स्थानिनि अपि एतेषां पदानाम् अनुवृत्तिः अत्र अस्माभिः स्वीकरणीयम्. युष्मदि उपपदे समान अधिकरणे स्थानिनि अपि मध्यमः तं सूत्रात् तत्र अत्र अस्मिन् सूत्रे एतेषां पदानाम् अनुवृत्तिः अस्ति. युष्मत्स्थाने अस्मदी इति अस्ति अस्मदी उपपदे, अपि च मद्यम् इत्यस्य स्थाने उत्तमसंज्ञकप्रत्ययानां विधिः दत्तम् अस्ति. सो उत्तमसंज्ञकप्रत्ययाः तिङ्क्षु औट् आफ् द तिङ् प्रत्ययास् येषां येषां कृते उत्तम इति संज्ञा अस्ति तेषां प्रयोगः कुत्र करणीयम्, अत्र लिखितम् अस्मदी उपपदे. सो अगेन् उत्तम प्रत्यय उत्तम इति संज्ञा तिङ् प्रत्ययानां, लः कर्मणि च भावे च अकर्मकेभ्यः इति सूत्रेण उत्तमसंज्ञकप्रत्ययः तु केवलम् अत्र अस्मदिति प्रातिपदिकम् अस्ति न, प्रातिपदिकात् तु सुपेव विधीयन्ते. सो अत्र विभक्तिनिर्देशः अस्ति, सुप् प्रत्ययेन अपि कारकस्य निर्देशः भवति, परन्तु तिङ् प्रत्ययेन तु केवलं कर्तृकारकस्य अपि च कर्मकारकस्य एव निर्देशः भवितुं शक्नोति. अतः अत्र फोकस् आफ् डिस्कशन् इस् ओन्ली कर्तृकारक अपि च कर्मकारक, बिकास् अत्र समान अधिकरणीयं भवेत्. सो उत्तमसंज्ञकप्रत्ययः तु केवलं कर्तृकारकस्य पर्दादर्शस्य एव निर्देशः कर्तुं शक्नोति अपि च कर्मपदार्थस्य, परन्तु अस्मत्शब्दः तु षट्कारकाणाम् अस्मत्शब्देन तु षट्कारकाणां निर्देशः तत्र भवति विभक्ति आधारीकृत्य. सम्प्रदान अपि अस्ति, सम्प्रदान फार्म् अपि अस्ति, अपादान फार्म् अपि अस्ति, न केवलं कर्त्रा अपि च कर्मपदम् अत्र अस्ति, परन्तु अन्येषां कारकाणाम् अपि अस्मद् इति प्रातिपदिकात् तत्र भवितुं शक्नोति. बट् अत्र लिखितं समान अधिकरणीयं भवेत्. सो उत्तम अपि च अस्मत् शब्दस्य तु केवलं समान अधिकरणीयं कर्तृकारकविषये भवितुं शक्नोति, कर्मकारकविषये भवितुं शक्नोति. अतः समानचिन्तनमपि अस्ति अत्र. यत्र मम विवक्षा अस्मत्शब्दस्य अस्ति, तत्र धातोः अनन्तरं मया उत्तमसंज्ञकप्रत्ययः एव योजनीयं. यदा अहं तत्र अहम् आवां वयम् इति वदामः, नो चेत् तत्र कर्मपदं यः अस्ति तस्य यः माम् इत्युक्ते माम् आवाम् इति तत्र प्रयोगः मया करणीयं, बिकास् देट् टैम् ओन्ली तत्र अस्मत् उपपदस्य अपि च क्रियापदस्य तत्र समान अधिकरणीयं भवितुं शक्नोति. अतः अत्रापि समानं भवति, समानचिन्तनम् अस्ति. यदा तत्र युष्मदुपपदि इति सूत्रमस्ति तथैव अत्र अस्ति, केवलमत्र युष्मद् विहाय अस्मदिति शब्दम् अपि च मध्यमसंज्ञक विहाय उत्तम इति प्रत्ययानां विधिः अस्ति. इदानीं तत्र सूत्रयोः किमर्थं महर्षिणा मध्यम इति प्रथमे उक्तम्, उत्तम इति अनन्तरम् उक्तम्, तस्य विषये अस्ति. यदि सपोज् मम विवक्षा अस्ति त्वं च अहं च, वि बोत् विल् डू द गमनक्रिया. सपोज् मम विवक्षा तादृश अस्ति, सो तस्मिन् समये यः गमधातु अस्ति तत्र तु त्वमिति शब्दस्य अपि च अहमिति शब्दस्य उपपदस्य तयोः अपि च गम् इति धातोः समानाधिकरणीयम् अस्ति. अपि च तत्र वाक्ये तेषां प्रयोगः इत्युक्ते स्थानिनी अपि इति अनेन तत्र अहं तत्र तादृशप्रयोगः वाक्यं कर्तुम् इच्छामि. सो तस्मिन् समये किं करणीयं, तत्र गम् इति धातोः अनन्तरं मध्यमसंज्ञकप्रत्यययोजनीयं वा उत्तमसंज्ञकप्रत्यययोजनीयं? किमर्थं चेत् अत्र त्वमिति शब्दस्य गम् इति धातोः अपि च अहम् इति शब्दस्य गम् इति धातोः द्वयोः समानाधिकरणीयमस्ति. अत्रापि कर्तृपदार्थसंज्ञकपदार्थस्य निर्देशः गम् इत्यनेन अपि तादृश मम विवक्षा अस्ति. सो तस्य विषये एव इत्युक्ते तत्र सपादसप्ताद्यां न सम्पूर्णव्याकरणशास्त्रे तत्र आकाडारात् एका संज्ञा अपि अस्माभिः पठितम्, अपि च तत्र विप्रतिषेधपरं कार्यं यत्र द्वयोः मध्ये सूत्रयोः मध्ये समानबलमस्ति तत्र परं परसूत्रेण कार्यं भवति. सो अत्र अस्मिन् दशायां त्वं च अहं च गच्छ धातुः तत्र गच्छावः एव योजनीयं, तत्र मध्यम इति उत्तम इति प्रत्ययः एव गम धातोः अनन्तरं योजनीयं. किमर्थं? किमर्थं चेत् सूत्रसङ्ख्या अस्मदी उत्तमः इति परसूत्रम्, युष्मदी उपपदे समानाधिकरणे स्थानिनी अपि मध्यमः इति पूर्वसूत्रं 105, एतत्तु परसूत्रमस्ति. दिस् इस् द ब्यूटि आफ् अष्टाध्यायी ग्रन्थः, बिकास् हि सेड् विप्रतिषेधे परं कार्यं यत्र द्वयोः सूत्रयोः विरोधः अस्ति, कः सूत्रं बलवत् कः सूत्रं बलवत्, तत्र परसूत्रेण कार्यम्. अतः एतादृशः तत्र क्रमः दत्तमस्ति. सो प्रथमे मध्यम इति संज्ञकप्रत्ययानां विधिः, अनन्तरम् उत्तम इति संज्ञकानां विधिः, अनन्तरं वदति शेषे प्रथम. सो शेषे प्रथम इत्यनेन युष्मद्विहाय अस्मद्विहाय ये अन्य तत्र प्रातिपदिक सन्ति तत्र यदि समानाधिकरणीयं धातोः अपि च तस्य पदस्य अस्ति तदा एव प्रथमपुरुषप्रत्ययः योजनीयम् इति तत्र भेदः अस्ति. वट् एवर् ऐ सेड् एस् एव्रिबडि अण्डर्स्टुड् दिस् वट् ऐ सेड् सूत्रसङ्ख्याविषये किमर्थं मध्यम् इति प्रथमे उत्तम इति अनन्तरम् उत्तम इति अनन्तरं. सो तत्र सूत्राणां क्रमः अपि आवश्यकम्. जस्ट् ही वाण्टेड् ही लैक् द मध्यम, देट् इस् वै ही गे मध्यम फस्ट् इति नास्ति. तत्र प्रत्येकस्य सूत्राणां यः क्रमः अस्ति तस्य अपि प्रयोजनम् अस्ति. किमर्थम् एतादृशः सः कृतम्? ही शुड् हेव् फस्ट् सेड् अबौट् द प्रथम, देन् मध्यम, इफ् यु गो सीरियलि देन् उत्तमः. बट् वाट् ही इस् डूयिङ्ग् सिमिलर्ली फार् द कारक, ही डस् नाट् स्पीक् अबौट् द कर्तृकारक इन् द फस्ट् प्रकरणे. सः कर्तृकारकस्य प्रथमे तत्र निर्देशः न करोति. बेसिक् ही डस् ऐ थिङ्क् समवेर् इन् द मिडल् आर् मे बि इन् द एण्ड् टुवर्ड्स् द एण्ड् ही स्पीक्स् अबौट् द कर्तृकारक, बिकास् तत्र तादृशप्रयोजनम् अस्ति. तथैव इदानीं सपोज् ऐ से त्वं च अहं च अपि च सः एते सर्वे गन्तुम् इच्छामि. सो तत्र गमधातोः अनन्तरं किं योजनीयम्? अत्र सः अपि अस्ति, त्वमपि अस्ति, अहमपि अस्ति. सो देट् टैम् बिकास् शेषे प्रथमा ही सेड् शेषे प्रथमा. सो प्रथमाविषये किमपि निर्देशः नास्ति. Only he said sheshe prathma, that is this way we can clear this, cover this sutra also, sheshe prathma. So from the karpatram, have I shared the screen drishyate va? Drishyate bhagini ashtadhyayi so, drishyate ha, so what I was showing here the karpatram, asmakam karpatram yat asti tatra yushmad upade samanadhikarane sthani api madhyamah anantaram asmad uttamah asmad uttamah anantaram sheshe prathma. So this way by discussing these things we will cover all the three sutras. So now we saw asmad uttamah iti sutrena yada asmad upapadasya api cha तिङ्प्रत्ययस्य यः तिङ्प्रत्ययः यस्य तिङ्प्रत्ययस्य कृते उत्तम इति संज्ञा, यदा तयोः समान अधिकरणीयम् अस्ति सः वाक्ये प्रेजेण्ट् अस्ति वा नास्ति, तस्य उपस्थितिः अस्ति वा अनुपस्थितिः अस्ति, तत् न आवश्यकं, परन्तु तादृशविवक्षा अस्ति चेत् तत्र अस्माभिः धातोः अनन्तरम् उत्तमसंज्ञकप्रत्ययः योजनीयं, यत्र अस्मद् उपपदस्य अपि च धातोः इति तिङ्प्रत्ययस्य समानाधिकरणीयम् अस्ति इति वयं दृष्टवन्तः. अपि च वयं दृष्टवन्तः यत्र त्वं युष्मदुपपदम् अपि अस्ति, अस्मदुपपदम् अपि अस्ति, द्वयोः तिङ्प्रत्ययस्य विषये समानाधिकरणीयम् अस्ति, तत्र परसूत्रं बलवद् भवति, इत्युक्ते अस्मदुत्तमः इति बलवद् भवति, अतः तत्र धातु विषये अस्माभिः तत्र उत्तमसंज्ञकप्रत्ययः एव योजनीयं. सो अत्र कर्ता द्वयम् अस्ति चेत् द्विवचनप्रत्ययः योजनीयम्, उत्तम द्विवचनप्रत्ययः योजनीयम् इति तत्र विचारः. इदानीं तत्र शेषे प्रथम, सो शेषे प्रथम इति सूत्रे वदति मध्यमपुरुष उत्तमपुरुषश्च विषयान् विहाय शेषे इत्यनेन अत्र पूर्वे यत् उक्तं मध्यम उष्मद् इत्यस्य विषये उक्तं मध्यमसंज्ञक्ति तृतीयविहाय अपि च उत्तम इति विषयविहाय. सो उत्तम इति विषयः कदा आयाति? अस्मद् विषये, अस्मद् शब्दस्य विषये आयाति. मध्यमपुरुषस्य विषयः कदा आयाति? युष्मद् इति विषये एव आयाति. कोऽपि अन्य प्रातिपदिकस्य विषये मध्यम् इति संज्ञक तिङ्प्रत्ययानां विषयः नैव अस्ति, केवलं युष्मदुपपदस्य अस्ति. अतः एतेषां विहाय अन्येषु सन्दर्भेषु धातोः प्रथमपुरुष तिङ्प्रत्ययः विधीयते. देट् इस् वै हि हेस् डिस्कस्ड् भवान् पर्टिक्युलर्लि. वै भवान्? बिकास् भवान् अपि च त्वं शब्दयोः समानार्थम् अस्ति. इङ्ग्लिश् मीनिङ्ग् इस् सेम्, यू ओन्लि, बट् भवान् इस् नाट् युष्मदुपपदम्, भवान् इस् भवत् शब्दस्य तत्र उपपदम् अस्ति भवान्. सो शेषे प्रथम इत्यनेन हि हेस् कवर्ड् एव्रीथिङ्ग्. सो शेषे प्रथम इत्युक्ते ओ युष्मद्विहाय अस्मद्विहाय. अन्येषां विषये तत्र अस्माभिः धातोः अनन्तरम् अत्रापि समानाधिकरणे स्थानिनी अपि प्रथमः इति तत्र पूर्वपद पूर्वसूत्रात् सर्वेषां पदानाम् अनुवृत्तिः भवति. सो युष्मद्विहाय अस्मद्विहाय इति तत्र मुख्यम् अस्ति. तत्र प्रथमपुरुषप्रत्ययः योजनीयम्. अपि च इदानीं तत्र यः उदाहरणं, सो त्वं च, अहं च, अपि च सः च. सो सः इति तत् शब्दः, तदिति प्रातिपदिकं, पुल्लिङ्गे तस्य रूपं तस्य उपपदं सः एकवचने भवति, त्वमपि एकवचने अस्ति, अपि च कर्तारं बोधयति, अहम् अपि एकवचने अस्ति, कर्तारं बोधयति. इदानीं गम् धातोः अनन्तरम् अस्माभिः किं योजनीयं? सो अत्रापि अत्र शेषे प्रथमा इत्यस्य सूत्रस्य प्रसक्तिः एव नास्ति. किमर्थं चेत् अत्र केवलम् अस्मिन् दशायां त्वं च, अहं च, सः च प्लस् गम् धातुः अस्ति. अस्मिन् स्थितियां तु शेषे प्रथम इति सूत्रस्य प्रसक्तिः एव नास्ति. किमर्थं चेत् अत्र युष्मशब्दस्य अपि विवक्षा, अस्मशब्दस्य अपि विवक्षा. शेषे प्रथमा तु तदा एव आयाति यदा युष्मशब्दस्य विषयः नास्ति, अस्मशब्दस्य विषयः नास्ति. सो पुनः अत्र किं करणीयं? कीदृशप्रत्ययः योजनीयं गम् अनन्तरम् अस्मिन् स्थित्यां? शेषे प्रथम इति सूत्रस्य प्रसक्तिः एव नास्ति. यद्यपि अत्र सः अपि च गम् धातोः समानाधिकरणीयम् अस्ति, परन्तु शेषे इत्यनेन अस्मद्विहाय युष्मद्विहाय, अत्र तु साक्षात् प्रसेण्ट् अस्ति. सो अत्र किं कः प्रत्ययः योजनीयम् अस्माभिः एतेषां सूत्राधारीकृत्य? कीदृश कस्य कस्य अस्मदिति? किमर्थं चेत् अत्र कयोः सूत्रयोः अपि प्रतिषेधः, युष्मदी उपपदे अपि च अस्मदी उत्तमः, द्वयोः सूत्रयोः तत्र सङ्घर्षः भवति, न तु शेषे प्रथमा. सो अत्र गच्छामः एव भवति आमः इति प्रत्ययः मः इति प्रत्ययः एव योजनीयं किमर्थं चेत् बहुवचनप्रत्ययः योजनीयं कर्ता त्रयमात्र अहं च त्वं च सः च इति तत्र सूत्राणां यः क्रमः अस्ति सो शेषे यदा तत्र युष्मदिति विषयः नास्ति अस्मदिति विषयः नास्ति तदा एव प्रथमविषये अस्माभिः चिन्तनीयं प्रथमसंज्ञकप्रत्ययानां धातोः अनन्तरं प्रयोजनम् यदि युष्मत् शब्दः साक्षात् मम विवक्षा तस्यापि विवक्षा अस्ति चेत् मध्यमेव योजनीयम् सः च त्वं च इति वदामः चेत् तत्र सः च त्वं च इति तत्र गच्छतः एव आगन्तुं शक्यते अवगतं वा सर्वैः अत्र दत्तम् अस्मिन् सूत्रे दत्तं वा मया पठितम् उदाहरणं दत्तम् अत्र कुत्र अस्ति अत्र न दत्तम् इन् द दिस् आम् हियर् दत्तम् अस्मदि उत्तमः इति सूत्रे दत्तं कुत्र अस्ति अत्र पश्यतु बोल्ड् कृतमस्ति त्वं च अहं च गच्छावः सो अत्र उत्तमप्रत्ययः योजितमस्ति किमर्थं चेत् अत्र त्वं शब्दः युष्मशब्दः अपि अस्ति अस्मशब्दः अपि अस्ति परन्तु परसूत्रेण परसूत्रं बलवत् भवति अतः आवः इति वः इति प्रत्ययः वस् इति प्रत्ययः तथैव तत्र चिन्तयामि तत्र अपि दत्तं युष्मदुपपदे तत्र दत्तं वा अत्र एव दत्तं तस्मिन् सूत्रे दत्तं सो एकवारम् अत्र अष्टाध्यायी डाट् काम् इति तत्र गत्वा तत्रापि एकवारं पठतु इति तत्र पुरुषविधिः अपि च इत्युक्ते विधि मध्यमपुरुष विधिः कदा भवति उत्तमपुरुषविधिः कार्यम् इत्युक्ते प्रत्ययस्य प्रयोगः अस्माभिः कदा करणीयम् अपि च प्रथमपुरुषीयः कार्यमस्ति प्रथमपुरुषप्रत्ययाः ये तिङ्प्रत्ययाः सन्ति तेषां प्रयोगः अस्माभिः कदा करणीयम् इति अत्र सूत्राधारीकृत्य दत्तमस्ति कोऽपि प्रश्नः अस्ति वा एतावता वाक्ये सः च त्वं च अहम् इति वक्तुं शक्यते वा प्रथमपुरुषः अनन्तरं मध्यमपुरुषः अनन्तर उत्तमपुरुषः वक्तुं शक्यते वा कदापि सः च त्वं च अहं गच्छामः आं तत्र तादृशं वक्तुं शक्यते इत्युक्ते वी केन् डिवैड् दिस् वाक्य इन् थ्री वाक्यास् सः गच्छति त्वं गच्छति एकमेव यदा सः च त्वं च अहम् इङ्ग्लिश् मध्ये सर्वदा उत्तमपुरुष विल् बि द एण्ड् यू एण्ड् मी ही एण्ड् यू एण्ड् मी लैक् देट् विल् से तथा एव वक्तुं शक्य अत्रापि वदामः खलु करेक्ट् भवति वा इति चिन्तनम् अत्र संस्कृतभाषायाम् अस्ति वा नास्ति इति द्रष्टव्यं भगिनि न जानीमः त्वं च गच्छामः इति वक्तुं करेक्ट् वा आम् तत् द्रष्टव्यं भगिनि अहं तु न जानामि सो इन् द इङ्ग्लिश् वी यूजुवलि से देट् वेन् अवर् संथिङ्ग् गुड् इस् टु बि डन् good has to be done we use our name at the last tatra kramah asti pat tadrish chintanam sanskrit bhashayam api asti va iti tatra drishtavyam bagni aham to tasya vishayam jani parantu atra sheshe prathamah iti 1.4. ante asti na 1.4.108 ha सत्यं तथा हा परसूत्रं बलवत् अस्ति इति नियमान् अनुसृत्य अत्र सः अहं त्वं सः अत्र प्रथमपुरुष बहुवचनमेव योजनीयमस्ति. सत्यं, तादृशप्रश्नः समीचीना एव भगिनि, परन्तु अत्र शेषे लिखितं न, अत्र शेषे लिखितं. शेषे इत्यनेन किं, यत्र युष्मद्विषयः नास्ति अस्मद्विषयः नास्ति, परन्तु अत्र साक्षात् युष्मद्विषयः अपि अस्ति अस्मद्विषयः अपि अस्ति, सः अपि अस्ति, परन्तु सूत्रं कथं निर्मितं शेषे प्रथमा, शेषे इत्यनेन अस्मद्विहाय युष्मद्विहाय, परन्तु अस्मिन् स्थित्यां तु अस्मदिति प्रसङ्गः अपि अस्ति युष्मदिति प्रसङ्गः अपि अस्ति, अतः शेषे प्रथमा इति सूत्रस्य प्रसक्तिः एव नास्ति. प्रथम एतस्य सूत्रस्य प्रसक्तिः तदा एव आयाति, केवलं तदा आयाति यदा अस्मदिति प्रसङ्गः नास्ति युष्मदिति प्रसङ्गः, एतयोः विहाय. अत्र सः इत्यनेन भिन्नपदार्थस्य प्रसङ्गः अपि अस्ति, युष्मद्विहाय अस्मद्विहाय अन्यपदार्थस्य प्रसङ्गः अस्ति, परन्तु साक्षात् युष्मत्पदस्यापि युष्मदिति प्रसङ्गः अपि अस्ति अस्मदिति प्रसङ्गः अपि अस्ति. अतः दिस् सी द पावर् आफ् द शेषे. सो शेषे इत्यनेन सः किं वदति, पूर्वे यत् उक्तं तेषां विहाय. अतः अत्र अस्यां दशायां तत्र प्रथम इति अस्य सूत्रस्य प्रसक्ति, पारसूत्रम् अस्ति, परन्तु अत्र किमर्थम् अन्ते उक्तं, बिकास् फस्ट् हि वाण्टेड् टु इण्डिकेट् अबौट् दीस् लाघवार्थम् एव प्रथम इति अन्ते उक्तं, कोऽपि अन्यप्रयोजनं नास्ति. सो सो अत्र अस्मत्प्रसङ्गः अस्ति युष्मत्प्रसङ्गः अस्ति, सो अत्र शेष इति सूत्रस्य प्रसक्तिः नास्ति. अतः अत्र परसूत्रं तु एतत् अस्ति इति तत्र चिन्तनं नास्ति. सो परसूत्रं तु तदा एव आयाति यदा तत्र विहाय, अस्मद्विहाय युष्मद्विहाय, अत्र तु नास्ति. अत्र अस्मदिति एतस्य प्रसङ्गः अपि अस्मदिति प्रसङ्गः अपि अस्ति, अतः अत्र तादृशचिन्तनं न कर्तुं शक्यते. एतत् परसूत्रम् अस्ति. अवगतं वा भगिनि? अस्तु, अग्रे 8-6. सो वी विल् फिनिश् लिटल् अर्लियर् टुडे बिकास् ऐ हेव् फुल् डे सम् वर्क्शाप्, सो ऐ हेव् टु प्रिपेर् फार् देट् आल्सो. एकवारं पठामः. अस्तु, अग्रे का पठति? अनुसूया भगिनी पठति वा अत्र यद् यथा यद् यथा यदि वक्तुः इच्छा अस्ति भूधातुः कृतौ पुरुष एकवचने तर्हि तिप् प्रत्ययः विहितः. भू अधिकतिप् यदि वक्तुः इच्छा अस्ति वृत् आत्मनेपदे धातुः वर्तते लटि. उत्तमपुरुषस्य द्विवचने तर्हि वहि प्रत्ययः विहितः. वृत् अधिकवहिः वहि यः कोऽपि लकारः भवतु भवतु नाम प्रत्ययाः एते एव अष्टादश. अतः यद्यपि वक्तुः इच्छाम् अनुसृत्य दशानां लकाराणां भेदः सत्येव आरम्भे सन्ति एव आरम्भे लट् लोट् लङ् इत्यादिकं, परन्तु इदानीम् अभेदः एव दृश्यते. भू अधिकलट् भू टिप् भवति, भू अधिकलङ् अपि भूतिप् भवति, भू अधिकलिट् अपि भूतिप् भवति. इत्युक्ते अत्र विवक्षानुगुणमेव भवति. मम विवक्षा टिप् प्रत्ययः किमर्थम् आगतम् इत्युक्ते मम विवक्षा प्रथमपुरुषस्य अस्ति, अस्मद् इति शब्दस्य नास्ति, युष्मद् इति शब्दस्य नास्ति, अतः शेषे प्रथम इत्यनेन टिप् प्रत्ययः, अपि च एकवचनस्य अस्ति अतः तिप् प्रत्ययः प्रथमपुरुषः. अपि च मम विवक्षा किम् अत्र वर्तमानकालस्य विवक्षा, वर्तमानकालस्य, अतः लट् यदि मम विवक्षा लङ्लकारस्य अस्ति, प्रथमपुरुषस्य अस्ति, युष्मशब्दस्य नास्ति, अस्मशब्दस्य नास्ति, कस्यचित् भिन्नशब्दस्य अस्ति, युष्मद्विहाय अस्मद्विहाय कस्यचित् भिन्नशब्दस्य अस्ति, भूतकालस्य अस्ति, एकवचनस्य अस्ति, तत्रापि भूयोगतिपेव भवति. अत्र भूतकालस्य विवक्षा, अपि च अन्यपदार्थस्य, युष्मद्विहाय अस्मद्विहाय. सिमिलर्ली प्रत्यक्षभूत अपि च अनद्यतनभूत इत्यस्य विवक्षा अस्ति, अपि च एकवचनस्य अस्ति, अपि च युष्मद्विहाय अस्मद्विहाय विवक्षा अस्ति, तदा एव तिप् आगन्तुं शक्यते. सो अस्यां दशायां कोऽपि लकारः भवतु, लट् वा लङ् वा लिट् वा लुट् वा, तत्र तु अभेदः एव दृश्यते. भूयोगतिप् भूयोगतिप् भूयोगतिप् प्रत्येकस्मिन् लकारे अस्यां स्थित्याम् अस्यां अस्मिन् सोपाने समान तत्र प्रक्रिया भवति, अनन्तरं तत्र भेदः आयाति. अतः अभेदः एव दृश्यते, अत्र कोऽपि भेदः नास्ति. भूयोगतिप् भूयोगतिप् भूयोगतिप् सो लस्य इत्यनेन एकवचनस्य विवक्षायां प्रथमपुरुष अपि च परस्मैपदी धातुः भू अस्ति, अतः तिप् तिप् तिप् एव आगन्तुं शक्यते. सो अभेदः दृश्यते, अनन्तरं भेदः लकारादिकृत्य भेदः आयाति, परन्तु अस्मिन् सोपाने तु अभेदः एव दृश्यते. देट् इस् वै वी सा देट्. अत्र पश्यतु कुत्र अस्ति वा. सो विवक्षान् विवक्षाम् अनुसृत्य दशलकारः, तत्र भेदः अस्ति. यथा तत्र भूयोग लट् भूयोग लङ् भूयोग लिट् तत्र भेदः अस्ति. भू अनन्तरं लट् अस्ति, अनन्तरं भूयोग लङ् अस्ति, भूयोग लिट् अस्ति, भूयोग लुट् अस्ति. सो भेदः अस्ति प्रथमसोपाने यदा तत्र लकारः आयाति. द्वितीयसोपाने किं भवति, लः ल एव अवशिष्यते. सो भूयोग ल भूयोग ल भूयोग ल अभेदः अस्ति. अनन्तरं किं भवति तृतीयसोपाने, लस्य लस्य इत्यनेन किं, लस्य इत्यनेन किं भवति भगिनि, तिवादयः. सो सर्वेषां लकाराणां कृते तिवादयः समानः, पुनः अभेदः अस्ति. भूयोगल् तिप् भूयोग तिप् भूयोग तिक् दश दशसु लकारेषु भू अनन्तरं तु द्वितीयसोपाने तिप् एव आयाति. सो अभेदः अभेदः अत्रापि अभेदः अस्ति. अनन्तरं लकाराधारीकृत्य लङ्लकारः अस्ति चेत् तिप् इति प्रत्ययस्य इकारः अपि गच्छति अपगच्छति इतश्च इति सूत्रेण, केवलं लङ्लकारे न नित्सुलकारेषु. सो नित्सुलकारेषु इकारः गच्छति, परन्तु लट् लकारे तु ति इकारः तिष्ठति, ति तिष्ठति. सो भूयोगति भूयोगत्त इति भवति लङ्लकारे. लिट् लकारे किमपि अन्यत् द्वित्वं भूत्वा तत्र किमपि अन्यत् भवति. सो फस्ट् बे अभेदः अभेदः इदानीं तत्र लकारादिकृते भेदः भवति. कुत्रचित् ति, कुत्रचित् लोट् लकारे ति इत्यस्य ईकारस्य उ इति आदेशः भवति. सो तु भवति, लङ्लकारे त एव अवशिष्यते. सो पुनः भेदः आयाति. अनन्तरम् अन्ततो गत्वा यः अन्तिमसोपानं यत्र पदविनिर्माणं भवति तत्र तु भिद्यते, रूपाणि भिद्यन्ते. पठतु पठति अपठत् इति तत्र भेदः अन्ततो गत्वा भवति. सो देट् इस् वै. सो फ्राम् प्रथमे तत्र लट् लोट् लङ् इति भेदः अस्ति. अनन्तरं सर्वेषां लकारणं ल अवशिष्यते चेत् अभेदः. अनन्तरं पुनः लस् इत्यनेन तिवादयस्य आदेशः, पुनः अभेदः. अनन्तरं लकाराधारीकृत्य प्रत्ययसिद्धिः भवति, तत्र भेदः आयाति. सो भेदः आयाति चेत् तेन भेदेन तत्र किं भवति, अन्तिमसोपानम् अन्तिमपदं निर्माणं यः भवति तत्र भिद्यते, रूपाणि भिद्यन्ते. पठति पठतु अपठत् पपाठ इति तत्र भिद्यते रूपाणि, अतः अत्र लिखितं. सो अस्ति सो इति अस्मिन् तत्र परिच्छेदे लिखितं. सो इदानीं तत्र यदा तत्र विवक्षानुगुणं तिप्रत्ययः आयाति तत्र अभेदः अस्ति. अनन्तरं लङ् इति प्रत्ययः नित् अस्ति, अतः तत्र केचन कार्याणि तिप्रत्ययविषये कार्याणि भवन्ति. तथैव लिट् अस्ति चेत् किमपि कार्यं भवति, धातुद्वित्वं भवति, अपि च तिङ्प्रत्ययस्य सिद्धिः अपि भिन्नरूपेण भवति. सो इदानीं टिल् दिस् सोपानं विश्वा नौ तिङ्प्रत्ययानां सिद्धिः लकारादेरीकृत्य भिन्नभिन्नतिङ्रूपाणि कथम् आयान्ति इति तत्र एफ् एफ् बिन्दुः अस्ति. सो लेट् अस् रीड् दिस् एफ् बिन्दु इन् द नेक्स्ट् बिकास् मया तत्र गन्तव्यं. फ्रोम् 10 आन्वर्ड्स् ऐ हेव् सम् अदर् वर्क्शाप् सो ऐ हेव् टु प्रिपेर् फार् देट् आल्सो. एतावता अवगतं वा? सो पुनः एतत् प्रत्ययानां विषये एकवारं पठतु. कोऽपि प्रश्नः अस्ति चेत् यू केन् आस्क् आन् द वाट्साप् आल्सो आर् नेक्स्ट् कक्षा वि विल् डिस्कस्. सो वि विल् स्टार्ट् फ्रम् एफ् बिन्दु इन् द नेक्स्ट् क्लास्. अत्र स्थगामः. कोऽपि प्रश्नः अस्ति वा? नास्ति चेत् अस्तु. जगदीश महोदय, शान्तिमन्त्रं पठति वा महोदय? अवश्यम्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम्. श्रीगुरुभ्यो नमः. हरि ओम्. तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः महोदय. भवत्याः आल् सक्सेस् फर् दि नेक्स्ट् वर्क्शाप्. थेङ्क् यू महोदय. थेङ्क् यू.